नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तुतादिगणे इतोपि विशेषदातवः इति विषयः अनुवर्तते. अत्र आदौ अस्माभिः अस्मिन् करपत्रे पादातोः विषये एकं सूत्रम् अधीतं. तत्र वस्तुतः तुतादिगणे धातुद्वयं शतलृ इति, तत्र एकं दीर्घं सूत्रमस्ति, तेन सूत्रेण धात्वादेशः भवति इति ज्ञातं. तदर्थं शदलृ धातोः सीदति इति रूपम्, अनन्तरं तालव्यशकार शदलृ इति धातोः शीयते इति रूपम् इति ज्ञातम् आसीत्. तत्पश्चात् तत्र इषुधातुः तुतादिगणे अस्ति, इषुगमयमां चः इति सूत्रेण इष्धातोः धात्वादेशः अन्तिम अल्वर्णस्य स्थाने छकारादेशः भवति. शिति परे इति अपि ज्ञातम्, इच्छति इति रूपं तेन सूत्रेण प्राप्यते. तत्र प्रक्रिया अपि अस्माभिः चर्चिता आसीत्. तत्पश्चात् तत्र सम्प्रसारिणः दातवः इति विषयः अपि गतवर्गे अधीतमासीत्. अस्मिन् गणे चत्वारः दातवः, ब्रश्च प्रच्च भ्रज् व्यच्च. तत्र एकं सूत्रमस्ति, ग्रहीज्या वै व्यधि वष्टि विच्छति वृच्छति पृच्छति पृजति नाम्निति च इति सूत्रम्. अस्मिन् सूत्रे एते चत्वारः दातवः उल्लेखिताः सन्ति इति कृत्वा तत्र सम्प्रसारणकार्यं भवति एतेषां धातूनां. तत्र सम्प्रसारण प्रसङ्गे अस्माभिः तत्सम्बद्धसूत्राणि अपि अधीतानि. इग्यणः सम्प्रसारणम् इति तत्र सम्प्रसारणसंज्ञा विधायकं सूत्रम्. तत्र यणः स्थाने यः इक्वर्णः आदिष्टः भवति तस्य सम्प्रसारणसंज्ञा भवति इति संज्ञासूत्रम् अस्ति. सम्प्रसारणविधानं तु तत्र प्रथमाध्याये यत् सूत्रमस्ति तेन न भवति, इज्ञः सम्प्रसारणम् इत्यनेन न भवति. तदर्थं सूत्राणि सन्ति, सम्प्रसारणविधायकसूत्राणि सन्ति. अत्र सार्वधातुकप्रकरणे तु ग्रहीज्या वयि व्यधि इति सूत्रस्य एव कार्यम्. आर्धधातुकप्रकरणे अन्यानि सूत्राणि सन्ति. अनन्तरं तत्र सम्प्रसारणप्रक्रियायां सूत्रद्वयं स्मर्तव्यम्. एकं तु सम्प्रसारणाच्च इति सूत्रम्. अनेन सूत्रेण सम्प्रसारणसंज्ञकवर्णात् परम् अच्वर्णः अस्ति चेत् पूर्वपरयोः स्थाने पूर्वरूपादेशः भवति इति ज्ञातम्. अनन्तरं अन्यत् अस्ति न सम्प्रसारणे सम्प्रसारणम् इति, तेन सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति इति उक्तं. तर्हि तत्र यत्र यण्वर्णः द्वयं दृश्यते, इत्युक्ते परिगणितधातवः ये सन्ति, ग्रहीज्या वै व्यधि वष्टि विच्छति वृच्छति पृच्छति भृजतीनाम् इति सूत्रे ये ये धातवः उल्लेखिताः, तेषु यत्र वयं पश्यामः यण्वर्णद्वयमस्ति, तत्र द्वयोः सम्प्रसारणं भवति वा इति प्रश्ने सति, तदानीम् अत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रं वदति यत् यत्र वर्णद्वयम् अस्ति तत्र परवर्णस्यैव सम्प्रसारणसंज्ञा, न तु पूर्ववर्णस्य इति वदति. तर्हि अत्र प्रक्रिया अपि अस्माभिः दृष्टा आसीत्. तर्हि इदानीं व्रश्च इति धातुः अस्ति चेत् तत्र सूर्यकुमारी भगिनी वदतु, व्रश्च धातुः अस्ति चेत् सम्प्रसारणकार्यं कथं भवति? धातुः यण्वर्णः द्वयम् अस्ति, वकाररेफः, न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण परवर्ण एव सम्प्रसारणं भवति, न तु पूर्ववर्णः, रेफः एव सम्प्रसारणं भवति. गुरु भवति तत् कथमिति, सम्यक्, बहु समीचीनं, तत् कथमिति प्रतिपादयतु. रु कथं भवति, ऋकारः ग्रही व्रच् धातुः सूत्रे अस्ति, क्षम्यताम्. पा ग्रा मा स्था किमर्थं पाग्रास्म इति वदति? क्षम्यतां ग्रही च वै व्यधि वष्टि विचति पृच्छति पृच्छति बृजति नाम निति च तत्र व्रश् धातु अस्ति सम्प्रसारणधातु अस्ति निति किति परे यन्वर्णः इक् भवति अत्र अत्र निमित्तं किमस्ति व्रश्च धातोः कृते व्रच् धातु तुदारिगणीय नित्वत् भवति किं नित्वत् भवति अपित् अस्ति चेत् किम् अपित् अस्ति विकरणप्रत्यय सत्यं क्या प्रत्यय विकरणप्रत्यय अपित् अस्ति चेत् नित्वत् भवति ग्रही सूत्रमपि निति च किति निति प्रत्यये परे एव सम्प्रसारणं भवति व्रश्च धातुः तस्य सूत्रे अस्ति इति कृत्वा किं कार्यं सम्प्रसारणं भवति द्वितीयवर्णस्य यन्वर्णस्य रेफस्य स्थाने रु भवति प्रथमं व्रा व्रा व्रश्य वकार रेफ अकार अस्ति तदनन्तरं रु अनन्तरम् अकार अपि अस्ति सम्प्रसारणाच्च सूत्रेण पूर्वपरयोः एकः पूर्ववर्ण आदेशः भवति पूर्णवर्णः ऋकारः ऋच्छति भवति वृश्च इति भवति खलु वृश्च वृश्च भवति आम् समीचीनम् समीचीनं वृश्च योगः अ वृश्च वृश्चयोगः ति वृश्यति बहु समीचीनं तर्हि कथमत्र कार्यं भवति इति सर्वैः बुद्धं वा सम्प्रसारणकार्यम् अस्तु आं भगिनि नमस्ते भगिनि विजयलक्ष्मी भगिनि नमस्कारः भगिनि अस्तु समीचीनं तर्हि इदानीम् अग्रे गन्तुं शक्नुमः खलु नुमागमः इति विषयः तर्हि अरविन्द महोदय पठति वा नुमागमः अष्टदातवः नुमागमः अष्टदातवः एतावता अस्माभिः यत् धातुः इदित् चेत् नुगाम नुमागमस्य प्रसक्तिः यदा वदि धातु इदित् कृष्प इकार इत्यस्य सह अस्ति अतः इदितो नुम् धातोः इति सूत्रेण नुमागमः विहितः वदि वद् वन्द् वन्द् वन्द् इति भवति परन्तु तुदादिगणे कश्चन अन्तर्गणः अस्ति मुजाद्यन्तर्गणः यत्र धातुः इदित् नास्ति चेदपि नुमागमः विधीयते मुजाद्यन्तर्गणः अस्मिन् अन्तर्गणे अष्टधातवः सन्ति मुच् सिच् विद् खिद् पिश् कृत् लिप् लुप् मुच् लृ मोक्षणे मुच् षिच् क्षरणे सिञ्चने सिच् विदृ लाभे प्राप्तौ विद् खिद् परिखादे खिन्न भवति दुःखम् अनुभवति खिद् पिश् अवयवे भागविभागीकरणे पिश् इति कृति छेदने कर्तयति कृत् धातु लिपि लिप उपदेहे लोप् लो लेपने लिप् लुपृ छेदने कर्तयति लुप् मुच् योगः शः मुच् प्लस् अ मुच इति तावद् वदतु महोदय तत्र नुमागमस्य अष्टधातवः इति वद् धातु एवं मुचाद्यन्तर्कण सप्तधातवः मुचाद्यन्तर्कण अष्टधातवः अस्ति मुच् सिच् विद् हिद् पिश् कृत् लिप् लुप् इत्यादि तत्र इदित् नास्ति चेदपि मुजात्यन्तर्कणदातेषु धातवः नुमागमयोग्यः भूत्वा तत्र नुमागमः भवति तत्र मुचिलृ विमोक्षणे इति मुक्तीकरणे इत्यर्थे मुच् धातुः इति तत्र तस्य मुञ्च् इति भवति सिच् क्षरणे सिञ्चने इति सिच् धातु सिञ्च् भवति विद् लाभे प्राप्तौ विद् विद् वन् विद् विन्द् भवति खिद् परिखादे खिन्न भवति दुःखम् अनुभवति तत्र खिद् खिन्द् भवति पिश अवयवे पिश् इति पिञ्च् पिञ्च् पिञ्च् भवति पिश् कृति छेदने कृत् इति तत्र नुमागम कथं कृन्त् कृन्त् भवति लिप् लेपने इति लिम्प् भवति लुप्र छेदने कर्तयति इति लुम्प् भवति इत्यादि नुमागमयोगः भवति इति इत्येव अस्ति अत्र पिश्यधातुः पिन् तत्र ञकारः नास्ति तत्र अनुस्वारः एव तिष्ठति पिंश् भवति पिंश् भवति इत्युक्ते तत्र इदितोनुं धातोः इति सूत्रे तु गणस्य उल्लेखः किमपि नास्ति अत्र यत्र कुत्रापि धातुः इदित् अस्ति चेत् नुमागमः भविष्यति खलु यथा अदि धातोः नुमागमः भवति परन्तु अत्र तुदादिगणे विशेषः कः इति चेत् अत्र एव अस्मिन्नेव तुदादिगणे एव कश्चन अन्तर्गणः अस्ति मुचादि अन्तर्गणः तत्र मुचादि अन्तर्गणः इत्यत्र मुच् इति आदिमः धातुः तत्र इत्यादयः इत्युक्ते मुच् इति आरम्भः भवति अन्ये अपि धातवः अस्मिन् गणे सन्ति अतः मुचादि अन्तर्गणः इति तुदादिगणे एकः अन्तर्गणः अत्र विशेषः कः इति चेत् अत्र मुचादिगणः इति गणः कृतः यतोहि तत्र शे मुचादीनाम् इति एकं सूत्रमस्ति शे मुचादीनां तर्हि मुचादीनाम् इति तत्र श्रूयते तस्मिन् सूत्रे मुचादीनाम् इति श्रूयते तर्हि मुचादि इति तत्र किम् अस्ति मुचादि इति चेत् अन्तर्गणः अस्ति मुचादीनां शे परे किमपि भवति इति सूत्रं वदति तर्हि अत्र अष्टधातवः सन्ति यथा इदानीं महोदयेन उक्तं मुच्य सिच् तत्र मुच् इति तु प्रसिद्धमस्ति मुच् सिच् प्रसिद्धम् अन्येपि धातवः अपि तत्र किद् तत्र अन्ये धातवः अपि प्रसिद्धाः एव तर्हि एतेषां सर्वेषां धातूनां शे परे अनुमागमः भवति शे इति उक्तत्वात् तत्र शे इत्युक्ते शितिपरे इति नास्ति वस्तुतः शे इत्यत्र प्रातिपदिकं किं भवति श इति प्रातिपदिकं तत्र शे इति भवति अस्तु इदानीं सूत्रं पठामः शे मुचादीनाम् इति तत्र शुभदा भगिनी पठति वा आं भगिनि शे मुचादीनां सप्तमे अध्याये प्रथमे पादे नवपञ्चाशत्तमं सूत्रं मुचादीनां नुमागमः भवति शेपरे मुच् आदिः येषां ते मुचादयः तेषां मुचादीनां शे सप्तम्यन्तं मुचादीनां षष्ठ्यन्तं द्विपदमिदं सूत्रम् इदितोनुं धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मुचादीनाम् अङ्गस्य नुम् शे अत्र मुचादि इति एकम् अन्तर्गणः, एकः अन्तर्गणः तुदादिगणस्य अन्तर्गणः इति वयं दृष्टवन्तः. तुदादिगणस्य विकरणप्रत्ययः श इति, इदितोनुं धातोः इति एकम् औत्सर्गिकं सूत्रमस्ति, यत्र धातुः इदित् अस्ति चेत् तत्र नुमागमः भवति. परन्तु मुचादिगणे यथा वयं दृष्टवन्तः अष्टधातवः सन्ति, यस्मिन् कस्मिन्नपि धातोः इदित् कस्मिन्नपि धातुः इदित् नास्ति, तर्हि तथापि तत्र नुमागमः भवति. अतः एकं सूत्रम् अत्र रचितं पाणिनिना, शेमुचादीनामिति. तत्र इदित् नास्ति तथापि तत्र नुमागमः भवति इति कृत्वा सूत्रं वदति, मुचादीनां नुमागमः भवति शेपरे. शे इति शकार इति विकरणप्रत्ययः, तस्मात् परे परनिमित्तसप्तमी इति कृत्वा शेपरे इति. श विकरणप्रत्ययः परे अस्ति चेत् तदा मुचादि अन्तर्गणे ये अष्टधातवः पठितः सन्ति, पठिताः सन्ति, तेषां प्रसङ्गे नुमागमः भवति इति एतत् सूत्रं वदति. तत्र एकः समासः अपि अस्ति, मुच् आदिः येषान्ते मुचादयः, तत्र बहुभिः समासः अस्ति, तेषां मुचादीनां. शे सप्तम्यन्तं परनिमित्तसप्तमी, मुचादीनाम् इति मुच् आदिः येषान्ते, अतः मुच् मुच् इति आरभ्य अष्टधातवः, अतः मुचादीनां षष्ठ्यन्तं पदद्वयमस्ति एतस्मिन् सूत्रे. इदितोनुं धातुः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः अस्ति, यतोहि नुम् इति आगमः भवति मुचादीनां धातूनां कृते शे प्रत्यये परे. अङ्गस्य इति अधिकारः अपि अस्ति, अतः मुचादीनाम् अष्टधातूनां कृते अङ्गस्य नुमागमः भवति यदा श विकरणप्रत्ययः परे आगच्छति इति तस्य आशयः. बहु समीचीनं भगिनि, सम्यक्, धन्यवादः. तर्हि तत्र यथा भगिनी उक्तवती स्पष्टतया, तत्र मुचादीनाम् अङ्गस्य नुं शे इति उक्तं, तत्र मुचादीनाम् अङ्गस्य शे परे इत्युक्ते तुदादिगणेश इति विकरणप्रत्ययः, तस्मिन् परे अङ्गस्य नुमागमः भवति इति उक्तम्. तर्हि तत्र नुम् इति आगमः इति तत्र मकारसेत्संज्ञा अस्ति इति कृत्वा नुम् इत्यत्र, मित् इति वयं जानीमः, तर्हि मित् इति आगमः अस्ति चेत् कुत्र आयाति इति तदर्थम् एका परिभाषासूत्र परिभाषासूत्रमस्ति, क्षम्यताम्, एकं परिभाषासूत्रमस्ति मिदचोन्त्यात् परः इति. इदानीं तद् वयं पठामः. तत्र विजयलक्ष्मी भगिनी पठति वा? वस्तुतः एकक्षणं, तस्मात् पूर्वम् अत्र अष्टाध्यायं मातुः अष्टाध्यायीसूत्रपाठः इति पुस्तके वन् टु ज़ीरो इति पृष्ठसङ्ख्या अस्ति, 50-100 पृष्ठे. नुमागमः इति अस्ति खलु, पश्यन्ति वा? नुमागमः, हा नुमागमः. तत्र प्रथमं सूत्रं किम्? इदितोनुं धातोः, इदितोनुं धातोः इति अत्र सूत्रं सर्वत्र वयं पश्यामः. धातुः इति अस्ति चेत् तस्य कार्यं, तत्पश्चात् किमस्ति? शेमुचादीनाम् इति अस्ति. तत्र क्रमेण नुमागमसम्बद्धसूत्राणि सर्वाणि सूत्राणि अत्रैव सन्ति. पश्यति चेत् अष्टाध्यायं यत्र कुत्रापि नुमागमः इति उच्यते, तत्सम्बद्ध सर्वाणि सूत्राणि अत्रैव सन्ति. शेमुचादीनाम् इति तु अत्र तुदादिगणे अस्ति, परन्तु तत्र अग्रे पश्यामः चेत् रदिजबो रचि इति सूत्रम् अस्माभिः दृष्टं वा? आम् दृष्टं खलु, द्रवीजपोरचि इति भुवादिगणे अपि दृष्टं तुदादिगणे अपि अस्ति वा जप धातुः भुवादिगणे एव अस्माभिः दृष्टमासीत् अपि च तत्र किं दिवादिगणे अपि अस्माभिः दृष्टं खलु रद् रद्धातुः दिवादिगणे दृष्टमासीत् जब् धातुः भुवादिगणे दृष्टमासीत् रजि रदीजपो रचि इत्यत्र अचिपरिनुमागमः भवति इति उक्तम् अत्र अचिपरे इति उक्तत्वात् अन्यत्र कुत्रचित् भवति वा भुवादिगणे तु भवति चुरादिगणे धातुः अस्ति वा नास्ति खलु चुरादिगणे अयं धातुः नास्ति जब् जम्भ् इति अस्ति जब् नास्ति जब् अचिपरे इति उक्तं चेत् तत्र कुत्र अन्यत्र कुत्र चुरादिगणे इति भवत्या उक्तं तत्र चुरादिगण इव अन्यत्र कुत्र भवति अचिपरे इत्युक्ते ऊकारः यत्र अस्ति न निजन्तविषये भवति खलु निचिपरे अपि रदीजबोरचि इत्यस्य कार्यं भवति अतः निजन्तविषये अपि अस्माभिः द्रष्टुं शक्नुमः खलु रदीजपोरचि इति निजन्तविषये द्रष्टुं शक्नुमः अनन्तरं रबेरशब्लितोः लबेश एतानि सर्वाणि सूत्राणि तत्र मस्जिनश्योर् जलि एतानि सर्वाणि आर्धधातुकप्रक्रियायां पश्यामः अत्र सार्वधातुकप्रक्रियायां निदितोनुं धातोः क्षेमोचादीनां रदीजपोरचि अनन्तरम् उगितचां सर्वनामस्थाने धातोः इति अपि अग्रे आयास्यति इति सूत्रं पश्यामः अनन्तरं अग्रे अन्ते पश्यामः चेत् नाभ्यस्ताच्छतुः वा नपुंसकस्य अचिनद्योर्णुं शप्शणोर्नित्यम् एतानि सर्वाणि सूत्राणि अत्र शतुः इति उक्तत्वात् तत्र शत्रन्तविषये सन्ति नुमागमसम्पत्तसूत्राणि उगितचां सर्वनामस्थाने धातोः नाभ्यस्ताच्छतुः वा नपुंसकस्य एतानि सर्वाणि शत्रुप्रत्यान्तस्य विषये अस्ति अपि च तत्र नपुंसकस्य जलचः अनन्तरम् इकोचि विभक्तौ इत्यादीनि सूत्राणि सुबन्तप्रक्रियायां भवन्ति सुबन्तपदनिर्माणे भवन्ति इति अत्र पश्यामः चेत् नुमागमसम्बद्ध सर्वाणि सूत्राणि अत्रैव सन्ति इति केवलं सूचयितुम् इच्छामि अस्तु भगिनि इदानीं सूत्रं पठतु मिदचोन्त्यात् परः अहं पठामि मिदचोन्त्यात् परः प्रथमाध्यायस्य प्रथमपादे सप्तचत्वारिंशं सूत्रं यः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति अपि च अयं मित् यस्य वर्णः यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवो भवति म इत् यस्य सः मित् बहुव्रीहिः मित् प्रथमान्तम् अचः षष्ट्यन्तम् अन्त्यात् पञ्चम्यन्तम् परः प्रथमान्तम् अनेकपदम् इदं सूत्रम् आद्यन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे अचः षष्ठिविभक्तौ अचः अन्त्यात् इत्यस्य अर्थः निर्धारणं नाम सर्वेषु स्वरेषु अन्तिमः तस्मात् अत्र अचः एकवचने यतोहि अनेन अच् जातिः इति इष्टम् आशयः बहुवचनं निर्धारणसप्तमी बहुषु एकम् जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् जाति आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्यां तर्हि अचः एकवचने चेदपि सार्वत्रिकबहुवचनार्थकः इत्थञ्च षष्ठिविभक्तेः अर्थः स्थाने इति न षष्ठीस्थाने योग इति सामान्यम् इदं सूत्रं विशेषः अनुवृत्तिसहितसूत्रं मित् अचः अन्त्यात् परः अन्तः तत्र बहु किमपि अस्ति मित् इत्युक्ते मिदचोन्त्यात् परः इति सूत्रम् अत्र मित् अचः अन्त्यात् परः इति चत्वारि पदानि वा भगिनि मित् अचः अन्त्यात् परः भवती वदतु मित् कति पदानि सन्ति मित् अचः अन्त्यात् परः इति चत्वारि पदानि सत्यम् अत्र मित् इत्युक्ते मकारः इत् यस्य सः इति बहुव्रीहिसमासे कृते मित् इति निष्पद्यते अचः इत्युक्ते अचः मित् इति कस्य विशेषणं मित् इति अन्त्यात् परः अत्र आगमः इति नास्ति मित् अच् कस्य विशेषणं मित् इति प्रथमान्तम् अस्ति आगमस्य विशेषणम् आगमस्य विशेषणं तदेव परन्तु अत्र आगमः इति नास्ति खलु अध्याहार्यः एवं वा अस्तु मित् इति आगमः आगमस्य विशेषणः भवती उक्तवती मित् अचस्य इति समीकरोतु अचस्य इति न उक्तवती अचः इति किमुक्तम् अचः अचः अस्तु अस्तु तथा श्रुतम् अस्तु अचः इति अत्र एकवचने अस्ति षष्ठीविभक्तौ नास्ति अतः अचः स्थाने षष्ठी अचः इति एकवचनम् एव आम् आम् आम् अचः इति अचः इति एकवचने अस्ति षष्ठी एकवचने अन्त्यात् इत्युक्ते अचः अन्त्यात् इति अर्थः भवति अत्र विशेषणविशेष्यभावः इति नास्ति अचः अन्त्यात् यः मित् आगमः अस्ति तद् अचः अन्त्यात् परः आयाति इति सूत्रस्य आशयः अचः इति एकवचने अस्ति चेत् कस्य अन्त्यात् परः कस्मात् अन्त्यात् परः अचः इति एकवचने अस्ति अतः बहुषु यः अच् अन्ते अस्ति तस्य परः आयाति इति अर्थः भवति इति अर्थः स्वीकार्यः यदि धातोः अनेकाच् धातोः अस्ति तर्हि तत्र अन्त्यः अच् स्वीकृत्य तस्य परः कार्यं भवति इति अर्थः समीचीनम् अत्र उक्तम् आशयः बहुवचनं निर्धारणसप्तमी इति किमर्थम् उक्तम् निर्धारणं नाम निर्धारणनाम विस्मृतवती परन्तु श्रुतवती आसम् इदानीं किमिति मनसि न आयाति कोऽपि जानाति वा समूहस्य एकं कर्णं निर्धारणं सप्तमी षष्टी समूहस्य पृथक् कर्तुम् इच्छामः चेत् सम्यक् सम्यक् केन आधारेण पृथक्करणं भवति वर्गेषु रामः एव उत्तममानवः अस्ति इति मानवः केनाधारेण पृथक्करणं कृतम् बहुषु एकः हा केन इति इदानीं सूर्यकुमारी भगिनी उक्तवती पृथक्करणं समूहः अस्ति तस्मिन् एकस्य पृथक्करणं निर्धारणम् इति उक्तं तर्हि पृथक्करणम् इत्युक्ते तत्र किमपि आधारः भवेत् खलु कथं वयं पृथक् कुर्मः तस्य आधारेण इदानीं विजया भगिनी उक्तवती बालकेषु अयम् उत्तमः किमपि उक्तवती तत् कथं तत्र केन आधारेण पृथक्करणं विशेषणस्य आधारेण किम् अस्ति विशेषणं सम्यक् जातिः इत्यस्य आधारेण भवितुमर्हति पृथक्करणम् अथवा उत्तमः इति उक्तं तत्र गुणस्य आधारेण भवितुमर्हति पृथक्करणम् अथवा संज्ञायाः आधारेण भवितुमर्हति अथवा गुणस्य आधारेण भवितुमर्हति खलु तदेव निर्धारणम् इति वदामः वस्तुतः यतश्च निर्धारणम् इति एकं सूत्रमस्ति कारकप्रकरणे यतश्च निर्धारणम् इति तर्हि समूहात् एकदेशस्य पृथक्करणम् एकः समूहः अस्ति तस्मात् एकदेशः इत्युक्ते तत्र कश्चन पदार्थः अथवा किञ्चित् वस्तु तस्मात् पृथक् कुर्मः केनाधारेण इत्युक्ते जातिः भवितुमर्हति अथवा गुणः भवितुमर्हति अथवा संज्ञा भवितुमर्हति अथवा क्रिया अपि भवितुमर्हति इत्युक्ते तत्र जातिः इत्युक्ते वयं वदामः मनुष्याणां ब्राह्मणः श्रेष्ठः इति वदामः चेत् मनुष्याणां ब्राह्मणः श्रेष्ठः तत्र मनुष्याणाम् इति मनुष्यः इति मनुष्याणाम् इति समूहः अस्ति नराणाम् इति नरसमूहः अस्ति तत्र तेषु अहम् एकं पृथक् करोमि एकदेशस्य पृथक्करणं भवति कस्य आधारेण इति चेत् जातिः अस्ति अत्र ब्राह्मणः इति वदति चेत् जातिः इति आधारेण पृथक्करणम् अस्ति तर्हि तत्र समूहस्य षष्टिविभक्तिः भवति अथवा सप्तमीविभक्तिः अपि भवितुमर्हति अतः मम वाक्यमेवं भवति मनुष्याणां ब्राह्मणः श्रेष्ठः अस्ति अथवा मनुष्येषु ब्राह्मणः श्रेष्ठः अस्ति इति वदामि चेत् मनुष्याणाम् इति षष्टी भवति नो चेत् मनुष्येषु इति सप्तमी भवति अपि च तत्र ब्राह्मणः इति जातिः अस्ति ब्राह्मणः अपि मनुष्यः अस्ति सः अपि तस्मिन्नेव समूहे अस्ति परन्तु अहं केवलं तमेव पृथक् करोमि पृथक् कृत्वा किमर्थं पृथक् करोमि यतोहि तस्मात् अहं किमपि विधानं करोमि किं विधीयते तस्मात् इति चेत् श्रैष्ठ्यं विधीयते सः श्रेष्ठः इति वक्तुम् इच्छामि अतः ब्राह्मणः इति एकदेशः अस्ति मनुष्यसमुदायात् पृथक्करणं जातं तर्हि किमर्थं पृथक्करणं क्रियते इति चेत् तस्मात् किमपि विधीयते किं विधीयते इति चेत् अत्र श्रैष्ठ्यम् अथवा उत्तमत्वम् अथवा किमपि अन्यत् विधीयते इति कृत्वा एतादृश पृथक्करणं निर्धारणम् इति वदामः पृथक्करणमेव निर्धारणम् इदानीं यदि अहं वदामि बालकेषु रामः उत्तमः इति वदामि चेत् इदानीं पृथक्करणं कस्य आधारेण अथवा केन आधारेण गुणस्य आधारेण न किम् उत्तमं श्रेष्ठः श्रेष्ठः न बालकेषु रामः उत्तमः कस्य केन आधारेण पृथक्करणम् उत्तमः इति अत्र गुणविषये एव आगच्छति न उत्तमः इति न पश्यामः उत्तमस्य विषये न पश्यामः उत्तमः इति विधानमस्ति तदनन्तरं पृथक्करणं नाम किं समूहात् एकदेशस्य पृथक्करणं निर्धारणं रामः राम अस्ति एक विशिष्ट राम तर्हि रामः इत्युक्ते किम् अत्र जाति जाति जाति इदानीम् अहं वदामि बालकेषु कृष्णः उत्तमः बालकेषु रामः उत्तमः इति अहं वदामि अथवा बालकेषु रामः उत्तमतरः इति वदामि चेत् तर्हि उत्तमतमः इति वदामि अथवा किम् अन्यत् किमपि वदामि चेत् तत्र रामः इति तत्र संज्ञापदमस्ति अतः मम वाक्यं बालकेषु कृष्णः इत्यपि भवितुमर्हति कृष्णः इति चेत् तत्र कृष्णः इति संज्ञाम् आश्रित्य पृथक्करणं जायते एतादृशपृथक्करणं यत्र भवति तदेव निर्धारणम् इति वदामः निर्धारणे समूहस्य सप्तमी भवितुम् अर्हति अथवा षष्ठी भवितुम् अर्हति तदेव इदानीम् अत्र उक्तम् अत्र अचः इति यत् पदमस्ति सूत्रे मिदचोन्त्यात् परः इति सूत्रे अचः इति यत् पदमस्ति तत्तु वस्तुतः एकवचने एव अस्ति तत्र बहुवचने अस्ति चेत् किं भवति यदि इदं वाक्यम् अत्र अनुवृत्तिसहितसूत्रं मित् अचः अन्त्यात् परः अन्तः इति अस्ति इदानीम् अहं निर्धारणसप्तमीं स्वीकृत्य वदामि चेत् वाक्यं किं भवति परेषु न न अचः षष्टि अस्ति अचाम् इति भवति सप्तमी इदानीम् अनुवृत्तिसहितसूत्रं वदन्तु कोऽपि वदतु तत्र शोभाभिग्नि वदतु क्षमतां किम् अनुवृत्तिसूत्रं भगिनि मिदचोन्त्यात् परः इति अत्र यद् लिखितमस्ति मित् अचः अन्त्यात् परः अन्तः इति लिखितमस्ति अत्र अचः इति पदं सप्तमीविभक्तौ यदि वयं निर्धारणार्थे प्रयुज्मः तदानीं किं भवति तत्र अच् हलन्तपदम् अस्ति इति कृत्वा एकवचने अचि इति भवति किन्तु न एकवचने इति नास्ति इदानीं बहुवचने इति स्वीकृत्य वदतु हा तत्र भवति इति भवत्सु इति भवति चेत् अच्सु इति भवति वा अच्सु अच्सु अच्सु तत्र तत्र गतं सर्वेषु स्वरेषु अन्तिमः तस्मात् इति भवती पृच्छति यदि न भवती उक्तवती एव किमपि नास्ति मित् अच्सु अन्त्यात् परः अन्तः तावदेव हा तत्र अस्तु सप्तमी सप्तम्यां वदामः चेत् तादृशः प्रयोगः भवति अच्सु इति उक्तवती मित् अच्सु अच्सु मित् अन्त्यात् परः इति उक्तम् अन्त्यात् परः अन्तः इति शब्दः इदानीं त्यजामः मित् अच्सु मित् अन्त्यात् परः अच्सु इति वदामः चेत् तत्र समूहस्य उल्लेखः अस्ति खलु समूहस्य उल्लेखः अस्ति अच्सु इति समूहः अस्ति तेषु समूहेषु एकस्य पृथक्करणं भवति कस्य आधारेण तत्र अच्सु इति पुनः तत्र नाम एव संज्ञा एव भवति खलु संज्ञा इति वक्तुं शक्नुमः इत्युक्ते प्रथमः द्वितीयः तृतीयः चतुर्थः पञ्चमः षष्ठः इति अन्तिमः इति तत्र अन्तिमः इति एकः एका एका संज्ञा अस्ति तस्य आधारेण ये बहवः अचुवर्णः सन्ति तेषु यः अन्तिमः अस्ति तर्हि तत्र अन्तिमः इति यद्वदामः तदेव पृथक्करणं समूहात् एकदेशस्य पृथक्करणं तर्हि अच्सु इति वदति चेत् सप्तमीविभक्तिः इदानीं षष्ठीविभक्तौ वक्तुमिच्छामः चेत् किं भवति षष्ठी तत्र पुनः तत्र भवत् अस्ति चेत् भवतः अचः इत्येव भवति तत्र अपि च भवत् न बहुवचने वदति अचाम् हा मित् अचाम् अन्त्यात् परः अत्रापि समानरीत्या अर्थः अस्ति इत्युक्ते तत्र बहवः अचः अचाम् इति वदति चेत् समूहः अस्ति अचुवर्णानां समूहः अस्ति तेषु एकस्य पृथक्करणं कस्य इति चेत् यः अन्ते अस्ति तस्य पृथक्करणं भवति. यद् पृथक्करणं जातं अन्तिमवर्णस्य, तस्य अनन्तरं मित् वर्णः आयाति, मित् आगमः आयाति इति अर्थः. तर्हि अत्र वस्तुतः अचाम् इति वक्तव्यमासीत् अथवा अच्सु इति वक्तव्यमासीत् पाणिनिना. अचाम् इति अपि न उक्तम्, अच्सु इति अपि न उक्तं. तत्र अचाम् इति वक्तव्यमासीत्, तस्य स्थाने अचः इति उक्तं खलु. सत्यं. तर्हि अत्र अत्र किम् अस्ति इति चेत् तदर्थमेव अग्रिमसूत्रम्. इदानीं मिदचोन्त्यात् परः इति सूत्रार्थः स्पष्टः वा? इत्युक्ते मित् इत्युक्ते आगमः, यः मित् अस्ति, मित् इत्युक्ते मकारः इत्यस्य सः, तादृश आगमः यत्र मित् अस्ति, सः आगमः कुत्र आयाति इति चेत् यस्य आगमः अस्ति तस्मिन्, यस्य आगमः तस्मिन् अचुवर्णाः भवन्ति चेत्, अचुवर्णाः भवन्ति एव प्रायेण, अचुवर्णाः अचुवर्णाः सन्ति चेत् तादृश अचुवर्णसमुदाये अन्तिम अचुवर्णात् परम् आयाति इति एव सामान्यतया सूत्रार्थः. परन्तु अत्र क्लेशः कः इति चेत् अत्र अचः इति पदम् एकवचने अस्ति, बहुवचने अस्ति चेत् वयं सामान्यतया अवगन्तुं शक्नुमः अचामिति. परन्तु एकवचने अस्ति, तत् किमर्थम् एकवचने अस्ति इति चिन्तनीयं भवति. तदर्थम् एकवचने अस्ति, कस्मिन् अर्थे प्रयुक्तम् इति वयं प्रश्नं पृच्छामः चेत्, यदि तत्र बहुवचने आसीत् अचामिति आसीत्, तदानीं वयं सम्यक्तया अवगन्तुं शक्नुमः निर्धारणार्थे तत्र षष्टिविभक्तेः प्रयोगः कृतः निर्धारणार्थे अस्ति. यतोहि समुदाये बहवः सदस्याः सन्ति, तत्र तेषु एकस्य पृथक्करणम् इति वयम् अवगन्तुं शक्नुमः. परन्तु अत्र अचः इति पदम् एकवचने अस्ति, तर्हि एकवचने किमर्थं प्रयुक्तं, तत्र कस्मिन् अर्थे प्रयुक्तम् इति सर्वम् इदानीं चिन्तनीयं भवति. अपि च अन्यत् किम् इति चेत्, आद्यन्तौ टकितौ इति सूत्रेण आगमः टित् अथवा कित् अस्ति चेत् आद्यन्तौ टकितौ इति सूत्रस्य कार्यं भवति. परन्तु यत्र आगमः मित् अस्ति, तत्र मिदचोन्त्यात् परः इति सूत्रस्य कार्यं भवति अथवा साहाय्यम् अपेक्षितम्. एतावत् अवगतं वा? निर्धारणार्थे सप्तमी षष्टि अवगतं वा? कोऽपि प्रश्नः अस्ति? अरुणा भगिनी अवगतं वा? अत्र तस्य च तदन्तस्य च इति आयाति वा भगिनी? एकः एव अच् अस्ति चेत् अपि अन्त्य अच् इति स्वीकर्तुं शक्यते खलु? सत्यं सत्यं सत्यम्. एकः एव पुत्रः अस्ति चेत् सः एव आदिमः, सः एव अन्तिमः इति तद्वत्. अत्रापि धातौ एकः एव अचुवर्णः अस्ति चेत्, यदा तत्र रुदादिगणे बहुत्र धातुषु एकः एव अचुवर्णः भवति, तर्हि स एव प्रथमः, स एव अन्तिमः. अस्तु अस्तु, इदानीं तत्र पमेला भगिनी निर्धारणार्थे एकं वाक्यं वदतु. षष्टि अथवा सप्तमी उपयुज्य भगिनि? हा वदतु. छात्रेषु रमेश प्रौढः. छात्रेषु रमेशः प्रौढः. समीचीनं समीचीनं. तर्हि तत्र छात्र इदानीं प्रतिपादयतु. छात्रेषु बहवः छात्राः सन्ति, तेषां रमेशः अधिकः किम् अधिकः पठितवान् अथवा किमपि प्रौढः अस्ति, तेषु समुदायेषु तस्मिन् समुदाये रमेशः प्रौढः अस्ति. समीचीनं. तर्हि तत्र कस्य आधारेण पृथक्करणं? तत्र छात्रा छात्रा अस्ति खलु रमेश इति तु संज्ञा किन्तु छात्रा तु न न संज्ञा आधारेण एव पृथक्करणम् इदानीं तत्र छात्रेषु रमेशः इति उक्तं खलु भवत्या आमां यदि तत्र छात्रेषु ब्राह्मणः इति किमपि वदति चेत् तदानीं तत्र जातिः इत्याधारेण भवति अथवा यदि भवती वदति छात्रेषु धावन् रामः अथवा किमपि तथा वदति चेत् तत्र क्रियायाः आधारेण भवितुमर्हति महोदय अत्र मनुष्याणां मनुष्याणां क्षत्रियः मनुष्याणां क्षत्रियः सूराः भवन्ति मनुष्याणां क्षत्रियाः सूराः भवन्ति अस्तु समीचीनं क्षत्रियः जातिविशेषः भवति खलु समीचीनं तर्हि तत्र मनुष्याणाम् इति भवितुमर्हति अथवा मनुष्येषु इति भवितुमर्हति अस्तु तदेव अत्र उक्तमस्ति अचः अन्त्यात् इत्यस्य अर्थः निर्धारणं नाम सर्वेषु स्वरेषु अन्तिमः तस्मात् इति उक्तं तदवगतं खलु निर्धारणार्थे षष्ठी अथवा सप्तमी अस्मां भगिनि किन्तु कुत्र तादृशं भवितुमर्हति एकवचने एव वक्तुं शक्नुमः तत्र बहुवचनं विहाय इति अस्ति खलु तेन सूत्रेण वा किं तत्र मनुष्येषु अत्र तु अचः इति एकवचने प्रयुक्तं किन्तु मनुष्ये अथवा किं तत्र इति वयं न प्रयुक्तुं शक्नुमः अस्तु न शक्नुमः न शक्नुमः अत्र अस्माकं कृते तु लौकिक उदाहरणेषु मनुष्येषु मनुष्याणाम् इति एव प्रयोगः अस्ति मनुष्ये रामः उत्तमः इति नास्ति प्रयोगः परन्तु जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति तु सूत्रेषु पाणिनीयसूत्रेषु यत्र जातेः उल्लेखः अस्ति तत्र विकल्पेन बहुवचनमपि भवितुमर्हति सूत्रेषु एव सूत्रेषु इत्युक्ते तत्र लौकिक उदाहरणानि अपि लौकिक उदाहरणानि अपि दत्तानि काशिकायां पश्यामि चेत् लौकिक उदाहरणानि अपि दत्तानि परन्तु तत्र निर्धारणार्थे नास्ति निर्धारणार्थे नास्ति निर्धारणार्थे अस्ति चेत् तत्र बहुवचनमेव भवति मनुष्याणां मनुष्येषु इति बहुवचने भवति निर्धारणार्थे परन्तु यत्र निर्धारणार्थे नास्ति तत्र जातेः उल्लेखः एकवचने अपि भवितुमर्हति बहुवचने अपि भवितुमर्हति न केवलं सूत्रेषु इवन् लौकिक उदाहरणेषु अपि भवितुमर्हति परन्तु यत्र निर्धारणमस्ति तत्र तु निर्धारणार्थे तु बहुवचने एव भवति एकवचने न भवति इत्युक्ते इदानीं छात्रेषु रामः उन्नतः इति किमपि उक्तं खलु तर्हि छात्रे रामः उन्नतः इति वदामः चेत् अर्थबोधः न भवति यतोहि तत्र निर्धारणार्थे अस्ति परन्तु अन्यत्र केवलं यत्र निर्धारणं नास्ति तत्र तु बहुवचने अपि भवितुमर्हति अस्तु इदानीम् अचः इति पदं वस्तुतः बहुवचने भवेत् खलु मित् अचः अन्त्यात् परः अन्तः इत्यत्र अचः इति पदं बहुवचने भवेत् यतोहि निर्धारणार्थे अस्ति तथापि अत्र पश्यामः चेत् अत्र सूत्रे पाणिनिना बहुवचने न प्रयुक्तः अयं शब्दः एकवचने एव प्रयुक्तः तर्हि तत् किमर्थम् इति प्रश्ने अत्र जात्याख्यायाम् एकस्मिन् बहुवचने बहुवचनम् अन्यतरस्याम् इति सूत्रमस्ति अत्र कः पठति तत्र लक्ष्मीभगिनी पठति वा आं भगिनि पठतु जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् जाति आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् तर्हि अचः एकवचने चेदपि सार्वत्रिकबहुवचनार्थकः इत्थं च षष्टिविभक्तेः अर्थः स्थाने इति न षष्टिस्थाने योगे इति सामान्यम् इदं सूत्रं विशेषः अनुवृत्तिसहितसूत्रं मित् अचः अन्यात् परः अन्तः जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्य इति सूत्रमस्ति प्रथमाध्याये जाति आख्यायाम् अर्थेषु यदा निर्धारणं भवति तत्र बहुवचनम् अन्यतर बहुवचनम् बहुवचनविभक्ति न बहुवचनं न चेत् एकवचनम् इति अन्यतरस्य विकल्पेन भवति इति उक्तम् अत्र साधारणतया निर्धारणार्थे बहुवचनमेव भवति किन्तु जाति न चेत् आख्यायां नाम नामकरणं पृथक् कर्तुम् इच्छति चेत् तस्मिन् सन्दर्भे बहुवचनम् अन्यतरस्य विकल्पेन भवति इत्युक्ते एकवचने अपि भवितुम् अर्हति इति अर्थः समीचीनं वा भगिनि समीचीनम् इत्युक्ते जातिवाचकशब्दः यत्र समुदायस्य उल्लेखः अस्ति सामान्यतया एकवचने एव भवति यदि तत्र तण्डुलः इति वदामः चेत् बालकः तण्डुलं पचति अथवा माता तण्डुलं पचति इति वदामः चेत् तण्डुलं पचति इत्यत्र एकः एव तण्डुलः अस्ति इति नास्ति खलु इति नास्ति तण्डुलः इत्युक्ते तत्र तण्डुलस्य तण्डुलानां समुदायः खलु तथापि वयं वदामः माता तण्डुलं पचति इति तर्हि तत्र जातिवाचकशब्दः जातिरूपेण प्रयुक्तः इति वयम् अवगन्तुं शक्नुमः तत्र समुदायः अस्ति इति वयम् अवगन्तुं शक्नुमः तर्हि समुदायस्य तु सामान्यतया एकवचने एव प्रयोगः भवति परन्तु अत्र जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इत्यनेन तादृशजातिवाचकशब्दानां विकल्पेन बहुवचनमपि भवति अत्र अचः सामान्यतया एकवचनमेव भवति किन्तु बहुवचने अपि विकल्पेन भवति अत्र एकस्मिन् इति पदं किमर्थं भगिनि सूत्रे एकस्मिन् अर्थे जात्याख्यायाम् एकस्मिन् अर्थे इत्युक्ते तत्र एकः पदार्थः भवेत् एकः पदार्थः भवेत् इत्युक्ते तत्र व्रीहिः अनन्तरं यवाः व्रीहिः अनन्तरं यवाः द्वयोः समुदायद्वयं स्वीकृत्य अत्र एकवचने भवति वा बहुवचने भवति वा इति चिन्तनं न क्रियते अवगतं वा किञ्चित् एकस्मिन् अर्थे इत्युक्ते एकः एव पदार्थः भवेत् इत्युक्ते व्रीहियवौ इति तादृशं पदार्थद्वयं स्वीकृत्य वयं वक्तुं न शक्नुमः अस्य सूत्रस्य कार्यं केवलम् एकस्य पदार्थस्य विषये पदार्थद्वयम् अथवा समुदायद्वयं स्वीकृत्य अस्य सूत्रस्य कार्यं न भवति पदार्थद्वयं स्वीकृत्य अस्य अस्तु एकपदार्थमेव अस्ति चेत् गवी कृष्णा बहु क्षीरा इति तत्र एकवचने एक उदाहरणं दृश्यते न कुत्र गवी कृष्णा बहु क्षीरा इति गवी कृष्णा बहु क्षीरा इति अस्ति कुत्र अस्ति गवी क्षीरा गवी इति कुत्र अस्ति गवाम् इत्येव मया गोषु बहु कृष्णा बहु क्षीरा इति समीचीनमस्ति तत्र गवी अपि अस्ति अत्र भगवद्गीतायामस्ति ब्राह्मणे गविहस्तिनी इति एकवचने अस्ति किन्तु तत्र बहुत्वम् इति एव स्वीकुर्मः ब्राह्मणे गवि तत्तु एतादृशमेव जात्याख्यायाम् एकस्मिन् अन्यतरस्याम् इत्यनेन एकवचने प्रयुक्तः अस्ति तदा अहं किं वदामि न भवति इति नास्ति एकवचने अपि प्रयोगः दृश्यते साहित्ये परन्तु सामान्यतया वयं पश्यामः चेत् उदाहरणेषु बहु लौकिकप्रयोगे यदि अहं वदामि छात्रे रमेशः उन्नतः इति चेत् तादृशप्रयोगः सामान्यतया न भवति लौकिक उदाहरणेषु परन्तु साहित्येषु वयं द्रष्टुं शक्नुमः एतादृशप्रयोगाः एकवचने अपि अस्ति, भगवद्गीतायाम् अपि अस्ति. परन्तु किं किं तत्र अवधारणीयम् इति चेत् भगवद्गीतायां यादृशप्रयोगाः सन्ति ते सर्वे प्रयोगाः लौकिके लौकिक उदाहरणेषु भवन्ति इति नास्ति खलु. तत्र कुत्रचित् आशप्रयोगः अपि भवन्ति भगवद्गीतायाम्, आशप्रयोगः अपि भवन्ति. अतः भगवद्गीतायाम् एतादृशप्रयोगः अस्ति इति कृत्वा अहमपि तादृशमेव वदामि इति न खलु. कुत्र आशप्रयोगः, कुत्र वयं वक्तुं शक्नुमः इति द्रष्टव्यम्. कुत्र वेदानां सामवेदोऽस्मि देवानाम् अस्मि वासवः इति बहुवचने अपि अस्ति. बहुवचने एव अस्ति खलु. इन्द्रियाणां गवि इति वदति महोदय, कुत्र अस्ति इति सूचयतु. इति पण्डिता समदर्शिनः इति अस्ति न वदतु. ब्राह्मणे गविहस्तिनी पण्डिता समदर्शिनः इति. ब्राह्मणे गवि हस्तिनी गवि शुनिचैव स्वपाके च पण्डिता समदर्शिनः इति अन्तिमवाक्यमस्ति. परन्तु कुत्र अस्ति निर्धारणं तत्र? न, तत्र ब्राह्मणे गवि हस्तिनी इति एकवचनमेव, सप्तमी एकवचनं. ब्राह्मणे गवि हस्तिनी, ब्राह्मणे गवि हस्तिनी इत्यस्य अर्थः कः? ब्राह्मणजातिषु ब्राह्मणे इति एकब्राह्मणः इति नास्ति. तत्र गवि इत्युक्ते एकं न, ब्राह्मणः इति एका जाति एव खलु. आं तथैव गवि अपि जाति अस्ति. गो इति जाति अस्ति, धेनु अस्ति चेत् एकवचनं. तत्र गवि इति जातिमपि सूचयति, गोत्वजाति सूचयति. गो अनन्तरं गाव् हस्तिनी, तत्र तत्तु तत्तु भिन्नमस्ति. तत्र हस्ति इति हस्तिनी इति भिन्नमस्ति हस्तिनीति. तत्र यतोहि एकवचने एव निर्धार्यते तस्मिन् समदर्शित्वं. तत्र समदर्शित्वमेव पृथक्करणम् इति, तस्मिन् सर्वेषु एकत्वमेव पश्यति. न न, पृथक्करणं कुत्र अस्ति इति न मया मया न बुध्यते. इदानीं समुदायः अस्ति, ब्राह्मणः गवि इति समुदायः इति उक्तम् अस्तु. पृथक्करणं कस्य? समुदाय निर्धारणात् इति तत्र समुदायस्य सूचनार्थम् एकवचनम् उपयुक्तम्. एकवचनमेव प्रयुक्तम् इति न, निर्धारणार्थे नास्ति, परन्तु समुदायस्य सूचनार्थम् एकवचने प्रयुक्तः अस्ति इति वदति. अस्तु, समीचीनम् इति अस्ति. सामान्यतया जातिवाचकशब्दस्य एकवचने प्रयोगः इति सामान्यतया अस्ति एव. तत् समीचीनं, तत् सम्यक्. परन्तु सत्यं, समुदायस्य एकवचने रूपेण प्रयोगः इति सामान्यव्यवहारः अस्ति. देवदानवयोः इति समीचीनं, तत् समीचीनम् इत्युक्ते एकवचनमेव प्राप्तमस्ति तत्र. जातेः जातिवाचकशब्दस्य एकवचनमेव प्राप्तमस्ति सामान्यतया लोके अपि तथा एव प्राप्तमस्ति. तदर्थं किमर्थं सूत्रम् इति चेत् अत्र विकल्पेन बहुवचनमपि भवति इति सूचनार्थम्. अस्तु, अत्र अस्मिन् सूत्रे मिदेचोन्त्या परः इति सूत्रे अचः इति पदं तत्र जातिवाचकरूपेण स्वीकृतमस्ति. अचः इत्युक्ते अच्वर्णानां समुदायः इत्यस्मिन् रूपे स्वीकृतमस्ति. वस्तुतः तत्र बहुवचने स्यात्, परन्तु विकल्पेन वस्तुतः तत्र एकवचने एव जातिवाचकशब्दस्य प्रयोगः भवति, परन्तु विकल्पेन बहुवचने अपि भवति इति उक्तत्वात् अत्र एकवचने प्रयुक्तः अस्ति. परन्तु निर्धारणार्थे सामान्यतया बहुवचने एव भवति. अतः अच्छु अच् अच्छु इति अच्छु इति वक्तव्यम् आसीत्, परन्तु एकवचने अत्र उक्तमस्ति यतोहि जातिवाचकशब्दः विकल्पेन एकवचने अथवा बहुवचने अपि भवितुमर्हति. अवगतं वा अथवा अस्तु? अत्र एतत् क्षम्यते, वदतु. अत्र एतत् सूत्रं किमर्थम् आयाति इति चेत् मित् अचः अन्त्यात् परः अन्तः इत्यत्र अचः इति एकवचने अस्ति. अत्र बहुवचननिर्धारणार्थमपि अस्ति अतः निर्धारणार्थं निर्धारणार्थकः कुत्र अस्ति यत्र अस्ति तत्र साधारणतया बहुवचनमेव प्रयुक्तमस्ति तथापि एतत् सूत्रेण विकल्पेन एकवचनं भवेत् इति अत्र उक्तमस्ति तावदेव समीचीनं तर्हि इदानीम् एतत् सर्वं पठितं किमर्थम् एतत् सर्वं पठितं मिदचोन्त्यात् परः इति किमर्थं पठितम् इति चेत् शेमुचादीनाम् इति सूत्रे नुमागमः भवति इति उक्तं तर्हि इदानीं विनयमहोदय मुच् इति दातुं स्वीकृत्य मुच् योगः श इति दातुं स्वीकृत्य मुच् योगः श इति तत्र विकरणप्रत्ययः अस्ति इदानीं शेमुचादीनाम् इत्यनेन नुमागमः कुत्र भवति इति प्रतिपादयतु क्षम्यतां भगिनि अत्र अन्तः इत्यस्य विवरणं अभवत् वा अग्रे पश्यामः मम अपि सः प्रश्नः एव अग्रे अस्ति खलु तद् अग्रे पश्यामः धातु अस्ति अत्र अनुबन्धसहित मुचुकी स्वरित अस्ति स्वरिताधारेण उभयपदी अस्ति परन्तु अत्र मुच् नुमागम् अस्ति नुमागम् अर्थात् नुम् इति अस्ति तर्हि तर्हि अचन्त्यादि अहं जानामि अचन्त्यात् अचन्त्यात् परः अचन्त्यात् परः नुम् अस्ति नुम् अर्थात् न हलन्त योग उकार म हलन्त हलन्त्यम् अन्त्यं म इति अस्ति तथा न हलन्त अविशेषः अत्र प्रश्नोदयति कुत्र न हलन्त आयाति प्रथमतया न हलन्त आयाति कुत्र आयाति अन्त्यात् अच् परेः अच् परेः अन्तिम अच् परेः न हलन्त आयाति परन्तु न हलन्त निमित्तक अस्तकः निमित्त अस्ति चकार चकारनिमित्त अस्ति चकार आधारेण न किमस्ति निमित्तम् न यदि मुञ्च भवति मु न हलन्त योगश्च हलन्त तदनन्तरं तदनन्तरं मुञ्च कः कथं भवति परस्वर्ण चकारस्य परस्वर्ण कथं भवति केवलं चकारधारेण मुञ्च भवति तर्हि चकार चकारनिमित्तम् अस्ति आम् मम अत्र अहं यदि अवगच्छामि तर्हि कोऽपि निमित्तम् अस्ति परन्तु अत्र यथा चकार अस्ति चकारस्य परश्च अस्ति तदनन्तरं मुञ्च भवति मुञ्च भवति तदनन्तरम् उभयपदी मुञ्चति मुञ्चते इत्यादि भवन्ति हा नकारस्य अनन्तरं तत्र उक्तं तत्र अनुस्वार परस्वर्णः भवति इति तत् केन सूत्रेण भवति न नकार प्रथमतया प्रथमतया नकार अनुस्वार भवति प्रथमतया नकार अनुस्वार भवति नश्च अपदान्तस्य झलि सूत्राधारेण तदनन्तरम् अनुस्वार परस्वर्ण भवति परस्वर्ण अस्ति अन्तिम चकारस्य परस्वर्ण च छ झ ञ भवति अनुस्वारः कथम् आयाति अनुस्वार आयाति अनुस्वार न वम अपदान्त यदि भवति परश्च झल् अस्ति झल् वर्णः अन्तर्भूतः चतुर्विंशति वर्णः भवन्ति तत्र स्थाने स्थाने नकार नः वा मः अनुस्वार परिवर्तनं भवति. समीचीनं. तर्हि तत्र प्रथमतया शेम् उचादीनाम् इत्यनेन नुमागमः आयाति, यतोहि मुञ्च् इत्यस्य अनन्तरं श इति विकरणप्रत्ययः निमित्तमस्ति शे परे. तर्हि नुमागमः कुत्र आयाति इति इदानीं प्रश्नः अस्ति, यतोहि सूत्रेण उक्तं नुम् इति एव उक्तं. तर्हि कुत्र आयाति इति चेत् मिदचोन्त्यात् परः इति सूत्रेण अचुवर्णेषु मुञ्च् इत्यस्य एव आगमः अस्ति नुमागमः. तर्हि तत्र अचुवर्णेषु अन्त्यात् परः आयाति इति मिदचोन्त्यात् परः वदति, मिदचोन्त्यात् परः इति सूत्रं वदति. तर्हि मुञ्च् इत्यस्मिन् एकः एव अचुवर्णः अस्ति, मकार उत्तरवर्ति उकारः, अतः तस्य अनन्तरं नुमागमः आयाति. नुमागमे मकारस्य इत्संज्ञा, उकारः उच्चारणार्थः, केवलं नकारः अवशिष्यते, अतः मुञ्च् इति भवति. तर्हि तत्र नकारः नकारचकारयोः संयोगः अस्ति, तर्हि तत्र नश्चापदान्तस्य झलि इति सूत्रेण चकारः जल् वर्णः, अनन्तरं पूर्वम् अपदान्तनकारः, तर्हि नकारस्य अनुस्वारादेशः भवति. तत्पश्चात् अनुस्वारस्य यै परसवर्णः इति सूत्रेण, यतोहि चकारः यै वर्णः अस्ति, तस्मात् पूर्वम् अनुस्वारः अस्ति इति कृत्वा परसवर्णादेशः भवति. च वर्गस्य पञ्चमवर्णः ञकारः आयाति मुञ्च् मुञ्च मुञ्चति इति रूपं भवति. अस्तु, इदानीम् अत्र मुञ्च् स्थाने एकक्षणं भवति यदि अहं सम्यक् अस्ति वा न, मुञ्च् सन्दर्भे महलन्त योग उ, तदनन्तरम् उ उकार अस्ति अच् अस्ति, तदनन्तरं परश्च न हलन्त आयाति. सत्यम् इति एव. अस्तु, इदानीं अग्रिमधातुः सिच् इति धातुः, अरुणभगिनी वदतु तत्र नुमागमः कथं भवति इति. आं भगिनि, सिच् धातु अत्र षकार एक अचुवर्णः एव अस्ति, इ अस्ति, ततः सिच् योगः श योगति षकार अस्ति चेत् शे मुचादीनामिति नुम् आगमः भवति. कुत्र भवति इति चेत् यथा परिभाषासूत्रेण इदतो अन्त्यात् परः इति सूत्रेण धातोः अन्तिम अचुवर्णात् कुत्र स्विच् धातु इकार अन्तिमवर्णः अतः इञ्च भवति, शिञ्च भवति, चकार जल् वर्णः, अतः नश्च पदान्तजनिसूत्रेण मौनस्वरास्ति भवति. तदनन्तरं मौनस्वरसूत्रेण चकारान्त पञ्चमवर्णं सञ्चिञ्च भवति. तर्हि सिञ्चति सिञ्चते इति रूपद्वयं, सिञ्चति सिञ्चते इति रूपद्वयं. मौनस्वारः नास्ति खलु भगिनि? मौनस्वारः गच्छति वा नश्च पदान्तस्य चलि खलु? भवती वदतु भगिनि, मौनस्वारः इति उक्तवती वा? नश्च पदान्तस्य जलि इति मया नश्च पदान्तस्य जलि इति सूत्रेण अनुस्वारादेश, न तु मौनुस्वार पदान्त नास्ति. मौनुस्वारः तु पदान्ते एव भवति, अत्र तु पदान्ते नास्ति. सिच् इति तु पदनिर्माणसमये अस्ति, अतः मौनुस्वारः इत्यस्य कार्यं नास्ति. नश्च पदान्तस्य झलि अस्तु. विद् इति अस्ति चेत् अत्र किं भवति रूपं, विजया भगिनी वदतु. आं महोदय, आम् अत्र किद् इति किञ्चित् स्पीकर् समीचीन अस्ति, स्पीकर् पार्श्वे आगच्छतु भगिनि. किद् किद् योगः श इदानीं मिदचोन्त्यात् परः इत्यनेन अन्त्यात् पर स्वरे परे नकारः आगच्छति अतः किन्द् इति भवति. इदानीम् अनुबन्धलोपानन्तरं शकार शकारस्य अकार एव तिष्ठति. तस्य इदानीं नच्यपदान्तस्य जलि इत्यनेन किन्द् भवति. किन्द् योगः अ किन्द् भवति. किन्द् योगः अ किन्द इति अङ्गं भवति. अनन्तरं ति तिप्तस्जि एतत् ति भवति. किन्द् योगति किन्दति इति भवति. नश्रापदान्तस्य जलि इति उक्तवती. अनन्तरं किमपि अस्ति वा? किन्द् अनन्तरम् अनुस्वरस्य ययिपरसवर्णः इत्यनेन किन्द् भवति. कः वर्णः आयाति? नकारः. पुनः नकारः एव आयाति, अतः किन्दति. विद् धातुः अस्ति चेत् विद् विन्दति इति भवति. तादृशमेव विन्दति विन्दते विन्दति विन्दते. पिशुधातु पिशुधातु अत्र पिश् भवति. अनन्तरं पिनश् इति भवति. तत्रापि पिञ्च् इति नश्यपदान्तस्य जलि इत्यनेन तावदेव. अत्र ययि पर ययि परवर्णः नास्ति अतः तत्रैव तिष्ठति. पिञ्च् यो पिञ्च् योगः इति अङ्गं भवति. पिञ्चति इति भवति. तावदेव महोदय. समीचीनं, पिञ्चति इति भवति. अनन्तरं कृत् अस्ति चेत् क्रन्दति क्रन्दति. तादृशमेव रूपं यदा किन्द् भवति खलु तादृशमेव क्रन्दति अपि क्रन्दति क्रन्दति क्रन्दते अपि भवति वा महोदय? उभय परस्मैपदे एव. परस्मैपदे एव. लिप् लिप् अत्र लिम्प् इति अस्ति मिदचोन्त्यात् परः इत्यनेन नकारः भवति. लिम्प् भवति नच्यपदान्तस्य जलि इत्यनेन. इदानीं लिम्प् इति भवति तत्र तत्र अनुस्वारस्य ययिपरसवर्णः इति सूत्रं कार्यं करोति अतः लिम्प् भवति. लिम्प् योगः वर्णः आयाति मकारः आयाति अन्ति मकारस्य अन्तिमवर्णः मकारः आयाति. लिम्प् इति भवति. लिम्प् योगः लिम्प इति भवति अङ्गम्. इदानीं लिम्प योगः ति लिम्पति इति अन्तिमरूपम्. लुप् इति अस्ति चेत् लिप् इदानीमेव दृष्टवन्तः खलु लुप् लुप् लुप् लुप् अस्ति. तत्र लुम्प् इति मिदचोन्त्यात् परः इत्यनेन नकारः भवति. लुम्प् इति भवति. अनन्तरं नस्त्यपदान्तस्य जलि इत्यनेन लुम्प् भवति. अनुस्वारः भवति. तादृशमेव तत्र अनुस्वारस्य ययिपरसवर्णः इत्यनेन मकारः भूत्वा लुम्प् इति भवति. लुम्प इति अकारः अस्ति अत्र, अतः तत्र लुम्प इति अङ्गं भवति. लुम्प योगः ति लुम्पति इति अन्तिमरूपं युष्मनमत्र. लुम्पति लुम्पते. उभयपदिनः. अस्तु महोदय. अत्र अत्र ये दातवः सन्ति तेषु यद् भवतां कृते यः धातुः भवतां कृते नूतनः नूतनः अस्ति तदेव स्वीकृत्य त्रीणि वाक्यानि रचयन्तु गृहपाठरूपेण. त्रीणि वाक्यानि रचयन्तु कर्तरीप्रयोगे कर्मणि प्रयोगे अनन्तरं निजन्तरूपं स्वीकृत्य एकं वाक्यम्. अत्र केवलं तत्र त्रीन् धातूनेव स्वीकुर्वन्तु. येषु मुचादि अन्तर्गणे ये दातवः सन्ति तेषु त्रीन् धातून् स्वीकृत्य त्रीणि वाक्यानि रचनीयानि कर्तरीप्रयोगे कर्मणि प्रयोगे निजन्त निजन्तवाक्यं निजन्तरूपं स्वीकृत्य एकं वाक्यम्. अस्तु. मुचादीनां भगिनि मुचादीनां कर्तरि कर्मणि अनन्तरं कर्तरीकर्मणि निजन्तम्. अत्र पश्यन्तु केवलं लोट् लकारस्य प्रथमपुरुषे वाक्यम् इति नास्ति. तत्र मध्यमपुरुषे उत्तमपुरुषे यत्किमपि स्वीकर्तुं शक्नुमः. यद् भवतां कृते सामान्यं नास्ति तत् स्वीकुर्वन्तु, सामान्यमस्ति चेत् मास्तु. अस्तु, इदानीम् अत्र प्रश्नः अस्ति, इदानीमपि अवशिष्टः प्रश्नः अस्ति. मित् अचः अन्त्यात् परः इति तावत्पर्यन्तं कथं कार्यं भवति इति अस्माभिः चर्चितम्. परन्तु तस्मिन् सूत्रे अन्तः इति पदस्य अपि अनुवृत्तिः स्वीकृतः अस्ति, अनुवृत्तिः स्वीकृता अस्ति अन्तः इति. तर्हि तत्र अन्तः इति पदं किमर्थम् इति प्रश्ने सति तत् तदर्थम् अग्रिमपरिच्छेदः अस्ति तत्र. भगिनी अत्र अच् इति पदम् अस्ति खलु, अच् इति पदमस्ति, चोहुकुः इत्यनेन अक् इति न भवति वा, अक्षु इति न भवति वा, अज्षु इति वयं डिस्कस् कृतवन्तः. यतोहि तत्र अच् इति अत्र तत्र किं सर्वनामस्थाने च सम्बुद्धौ इति वा, न सर्वनामस्थाने च सम्बुद्धौ इति वा, न चोहुकुः इत्यनेन हा सर्वनामस्थाने च सर्वनामस्थाने च सम्बुद्धौ. सत्यं सत्यं, तत्र सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अच् इति पदम् अस्ति इति कृत्वा तत्र चोहोकुः इत्यनेन ककारः, अनन्तरम् आदेशप्रत्ययोः इत्यनेन तत्र किं शक्तुं अक्षु इति भवेत्. सत्यम्, अक्षु इति भवेत्. सत्यम्, अस्माभिः सम्यक्तया न सम्पूर्णतया न चिन्तितम् अच् योगः सु अच्छु इति उक्तम्, अक्षु इति स्यात्. सत्यं, समीचीनं, धन्यवादः. इदानीम् अग्रे शुभदा भगिनी अग्रे पठति वा. आं भगिनि, एकनिमिषम्. अनेन सूत्रेण नुम् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति इति उक्तम्. अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे. ज्ञानशब्दः बहुवचने ज्ञानानि भवति. ज्ञानयोगः इ क्षिप्रत्ययः लशक्वतद्धिते इत्यनेन इ अवशिष्यते. मिदचोन्त्यात् परः इत्यनेन नुमागमः. ज्ञानयोगः न योगः इ अयं नकारः ज्ञान इत्यस्य इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयवः इति कारणेन सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अङ्गस्य उपधायाः दीर्घः. ज्ञानान् योगः इ ज्ञानानि. यदि नकारः ज्ञान इति अङ्गस्य अन्तिम अवयवः न अभविष्यत्, अकारः उपधायां न अभविष्यत्, सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अकारस्य दीर्घादेशः न अभविष्यत्. तत्र मित् अचः अन्त्यात् परः अन्तः, तत्र अन्तः इत्यस्य अत्र विवरणं दत्तमस्ति किमर्थं तत्र अन्तः इति आगच्छति इति. अनेन सूत्रेण नुम् इति यस्य मित् आगमः अस्ति, तत्र यस्य मित् आगमः यस्य भवति तस्य अन्तिम अन्तावयवः भवति इति उक्तमस्ति. तस्य अर्थः यस्य भवति तस्य अन्तावयवः भवति इति तस्य अर्थः. किमर्थं चेत् तस्य उपयोगः सुबन्तप्रकरणे भवति, यत्र वयं सुबुत्पत्तिः वयं कुर्मः. तदा ज्ञान इति नपुंसकलिङ्गे नपुंसकलिङ्गशब्दः अस्ति, तस्य ज्ञानयोगः सर्वनामस्थान जस्सोः शिः इति सूत्रेण तत्र शि इति प्रत्ययः भवति. तदा ज्ञानयोगः शि इति भवति चेत् ज्ञानयोगः इ इति भवति, अनुबन्धलोपे शि इत्यस्य अनुबन्धलोपे इति अवशिष्यते, तदा ज्ञानयोगः इ. तत्र मिदचोन्त्यात् परः इत्यनेन नुमागमः यदा भवति तत्र नकारः यः आगच्छति, तत्र नकारः ज्ञान इति वर्णस्य अन्तिम अन्तावयवः भवति. यदा ज्ञान इति शब्दस्य अन्तावयवः भवति तदा एव सर्वनामस्थाने च सम्बुद्धौ इत्यस्य कार्यं भवितुम् अर्हति. तदा एव ज्ञानान् इति भवितुम् अर्हति. ज्ञानान् इति भवति चेत् ज्ञानान् योगः इ इति ज्ञानानि इति अन्तिमरूपसिद्धिः तत्र भवितुम् अर्हति. यदि नकारः अन्तिम अवयवः नास्ति तदा एतत् सर्वं कार्यं न भवति. ज्ञान इति ज्ञानयोगः न, तत्र न इति इकारस्य आद्यावयवः भवति चेत् नि इति तत्र भवति, अपि ज्ञानयोगः नि इति भवति, तदा सर्वनामस्थाने च सम्बुद्ध इत्यनेन यः उपधादीर्घः वयं इच्छामः तत्र तत्तु न भवितुमर्हति, यतोहि ज्ञान इत्यत्र उपधादीर्घस्य कृते अवसरः एव नास्ति, न भवति. अतः एव तत्र नकारस्य नकारः मिदचोन्त्यात् परः इत्यनेन यः नकारः आगच्छति तत्तु यस्य भवति तस्य अन्तावयवः भवेत् इत्यर्थे तत्र अन्तः इति शब्दः अस्ति अनुवृत्तिसहितसूत्रे इत्यस्य आशयः. क्षम्यतां. समीचीनम्. इत्युक्ते तत्र अत्र पश्यतु अन्तः इति यः शब्दः अस्ति मिदचोन्त्यात् परः इति सूत्रे तस्य तिङन्तप्रकरणे कार्यं नास्ति. तद् अन्तः इत्यस्य कार्यं कुत्र इति चेत् सुबन्तप्रक्रियायामेव द्रष्टुं शक्नुमः. तदर्थम् एकम् उदाहरणं दत्तमस्ति. प्रासङ्गिकः अस्ति इति कृत्वा अयं विषयः अपि अत्र उक्तः अस्ति, परन्तु तिङन्तप्रकरणेन अस्य अन्तशब्दस्य न कोऽपि सम्बन्धः. तर्हि इदानीं ज्ञान इति एकम् उदाहरणं स्वीकृतमस्ति. नपुंसकलिङ्गशब्दः ज्ञान इति प्रातिपदिकं, तस्य प्रथमाविभक्तौ बहुवचने शि इति प्रत्ययः अस्ति. शि इति प्रत्ययस्य सर्वनामस्थानसंज्ञा भवति, सर्वनामस्थानसंज्ञा भवति शि इति प्रत्ययस्य. तर्हि तत्र तादृशसर्वनामस्थानसंज्ञकप्रत्यये परे नुमागमः भवति. ज्ञान इति शब्दस्य नपुंसकस्य जलचः इति सूत्रेण नुमागमः भवति. तर्हि सः नुमागमः कुत्र आयाति? ज्ञान इति शब्दस्य नुमागमः, ज्ञान इति शब्दः नपुंसकलिङ्गे अस्ति. अनन्तरं ज्ञान इति अजन्तशब्दः अस्ति. तर्हि तादृशशब्दस्य शि इति प्रत्ययपरे नुमागमः भवति. तर्हि सः नुमागमः कुत्र भवति इति चेत् मिदचोन्त्यात् परः इति परिभाषासूत्रेण ज्ञान इति नकार उत्तरवर्ति अकारः तस्य अनन्तरम् आयाति. अतः एव ज्ञानयोगः न योगः इ इति स्थितिः अस्ति. तर्हि इदानीम् अत्र प्रश्नः अस्ति, नुमागमः मित्रवत् भवति इति उक्तम्, सः नुमागमः कस्य अवयवः भवति इति न ज्ञायते. ज्ञान इत्यस्य अवयवः भवितुमर्हति अथवा इ इति प्रत्ययस्य अवयवः अपि भवितुमर्हति. अत्र स्पष्टता नास्ति, कस्य अवयवः भवति इति स्पष्टता नास्ति. यदि न इति आगमः इ इति प्रत्ययस्य अवयवः भवति तदानीं तत्र ज्ञानानि इति ज्ञाना इति न तत्र दीर्घत्वं न आयाति, यतोहि तत्र दीर्घत्वं तत्र ज्ञानान् इति आगमनार्थं तत्र न इति आगमः ज्ञान इति शब्दस्य अन्तिम अवयवः अस्ति चेत् एव तदानीं किं भवति, ज्ञानन् इति अस्ति अङ्गम्, ज्ञानन् इति अङ्गम् अस्ति चेत् तदानीं सर्वनामस्थाने च सम्बुद्धौ च सम्बुद्धौ इत्यनेन सर्वनामस्थानसंज्ञकप्रत्यये परे उपधायाः दीर्घः भवति इति कृत्वा तत्र नकारः अन्तिमवर्णः अस्ति. ज्ञानन् इत्यत्र नकारः अन्तिमवर्णः अस्ति अङ्गस्य, तस्मात् पूर्वं यः अच्वर्णः अस्ति सः तस्य दीर्घत्वं भवति इति आयाति. अतः ज्ञानान् योगः इ ज्ञानानि इति रूपं लभ्यते. परन्तु यदि न इति यः आगमः अस्ति सः आगमः ज्ञान इत्यस्य भागः एव न भवति चेत् तदानीम् उपधायाः दीर्घः इति यदा वदामः तत्र ज्ञानयोगः नी इति अस्ति इति चिन्तयामः चेत्, नी इति प्रत्ययः सर्वनामस्थानसंज्ञकप्रत्ययः अस्ति इति चिन्तयामः चेत् तदानीं ज्ञान इत्यत्र इदानीम् उपधायां नकारः अस्ति. ज्ञान अकारः अन्तिमवर्णः, उपधायां नकारः अस्ति, तर्हि नकारस्य तु दीर्घत्वं नास्ति, अतः स सर्वनाम च स्थाने च सम्बुद्धौ इति सूत्रस्य कार्यमेव न भवति, अतः ज्ञानानि इति रूपं न लभ्यते, तदर्थं तत्र अन्तशब्दः इति उक्तम्। एतत्तु एतादृशचिन्तनं तु वस्तुतः सिद्धान्तकौमुदीकारस्य अस्ति, भाषिकायां तु अस्य विवरणं न दत्तम् इति मन्ये। अवगतं वा? प्रासङ्गिकम् इति कृत्वा अत्र उक्तमस्ति। कोऽपि प्रश्नः अस्ति वा? यस्य अन्ते नुम् आगमः भवति तस्य अवयवः भवति इति तु एवमेव वक्तुं शक्यते खलु? कथं ज्ञान इत्यस्य नुमागमः कृत्वा तद् ईकारस्य अवयवः भवितुम् अर्हति? न, यस्य आगमः तस्य एव अवयवः भवति इति, तदर्थं किम् अस्ति, किमपि अस्ति वा परिभाषा किमपि? अत्यन्तौटपितौ इत्यस्मिन् तु उक्तमस्ति कुत्र भवेत् इति, परन्तु मित् आगम कुत्र भवेत् इति न न उक्तम्, अतः तत्र कुत्र भवेत् इति अस्ति खलु? कुत्र भवेत् इति उक्तं, कुत्र भवेत् इति उक्तं, परन्तु कस्य अवयवः भवति इति उक्तं वा? यत्र अन्तिमः अच् वयं दृष्ट्वा नुमागमस्य स्थानं निर्णयं कुर्मः, तत्र ततः तस्य एव अवयवः भवति इति अपि वक्तुं शक्यते खलु? कस्य आधारेण, किमस्ति प्रमाणम्? प्रमाणं किमपि वक्तव्यं खलु? यद्भवती वदति समीचीनं, परन्तु तत्र किं प्रमाणम् इति चिन्तयतु। किं प्रमाणं किमर्थं सिद्धान्तकौमुदीकारेण एवम् उक्तम्? अत्र अन्तिमे अन्तिमः नकारः इति कृत्वा मनसि किञ्चित् क्लेशः भवितुम् अर्हति, परन्तु अन्यत्र तु नकारात् अनन्तरं एकः वर्णः भवति, तत्र अवयवः नकारात् अनन्तरं वर्णः अस्ति चेत् तत्र क्लेशः एव नास्ति, तत्र तस्य एव अवयवः इति सम्यक्तया ज्ञायते खलु? अत्रापि तदेव भवति खलु, अन्तिम अकारात् परः नकारः आयाति तस्य एव भवति, अन्यस्मिन् कृते सः नुमागमः स्वीकृत्य भवान् नयतु इति ददाति वा? न, परन्तु मम प्रश्नः कः इति चेत्, यद्वा भवती वदति सर्वं समीचीनं, परन्तु ज्ञान इत्यस्य अवयवः एव भवति इति तदर्थं किम् अस्ति प्रमाणम्? भवती भवत्याः अवगमनेन वदति ओ तत्र एव अस्ति तस्यैव आगमः अतः तस्यैव अवयवः भवतु इति यद्वदति तत्तु भवत्याः अवगमनेन वदति, तत्र किं प्रमाणम् इति वदतु। सूत्रमस्ति वा इति तु न जाने। चिन्तयतु तत्र किमपि प्रमाणम् अस्ति वा एतादृशं वक्तुं। वस्तुतः एतादृशं तु अन्तशब्दस्य ग्रहणम् अस्ति इति काशिकायां न उक्तं, केवलं सिद्धान्तकौमुदीकारेण अत्र उक्तम्। अतः चिन्तयन्तु तत्र अन्यत् किमपि अस्ति वा अन्यः कोऽपि अन्यत् किमपि प्रमाणम् अस्ति वा येन वयम् अन्तः इति शब्दग्रहणं मास्तु अस्मिन् सूत्रे इति वक्तुं शक्नुमः। अस्तु, इदानीं शोभा भगिनी अन्तिमं पठतु। क्षम्यतां, वदामि वा? तत्र मिदचोन्त्यात् परः इति यदा मित् आगच्छति तत्तु कस्मिन्नपि यस्य भवति तस्य तस्मिन् शब्दस्य अन्तिम् अचः परम् आगच्छति, अतः तत्तु शब्दस्य मध्ये कुत्रापि आगच्छति, परन्तु तत्र शब्दस्य विभजनं भवति, अन्तिम् अचः परम् एकः नुम् आगमः तदनन्तरं किमपि भवति, तत्र विभजनं यदा भवति तत् तदा नुमागमः पूर्वभागस्य भागः भवति वा अन्तिमभागस्य भागः भवति वा इति कुत्रापि न उक्तमस्ति. अतः अत्र अन्तः इति शब्दस्य महत्त्वः इति मम चिन्ता. इदानीं धातोः मध्ये आयाति चेत् तदानीं क्लेशः नास्ति वा? तदेव, धातोः मध्ये आयाति. अधुना सिच् इति अस्ति, तत्र सि सकारोत्तरवर्ती इकारः, तस्मात् परं नुम् इति आयाति नकारः. सि इति एकः भागः भवति, च इति अन्यत् भागः भवति. धातुः विभजति. अतः दत् नुमागमः चकारस्य भागः भवति वा इकारस्य भागः भवति वा वयं न जानीमः. अतः सि इति इकारस्य भागः भवतु इति वदति भवतु. आम् आम्, अतः अन्तः इत्यनेन वयं जानीमः यत् न न, परन्तु अत्र किम् उक्तं, नुम् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति इति उक्तं खलु. अत्र वर्णसमुदायः अस्ति ज्ञान इति वर्णसमुदायः, अतः सि इति वर्णसमुदायः इति वक्तुं न शक्नुमः. खलु न सिच् इति वर्णसमुदायः, सिच् इति वर्णसमुदायः, तस्मिन् समुदाये यः अन्तिमाच्वर्णः तस्य अनन्तरं भवति. अत्र इदानीं समयः अतीतः, परन्तु अत्र किञ्चित् चिन्तयन्तु, अन्यत् किमपि प्रमाणमस्ति वा येन अन्तग्रहणं मास्तु, तदर्थं किमपि लिखितम् अस्ति वा व्याख्यानेषु इति पश्यन्तु, पठन्तु. तत्र मिदचोन्त्यात्परः इति सूत्रस्य व्याख्यानं पठन्तु, पठित्वा वदन्तु किमर्थम् अन्तग्रहणं कृतं कौमुदीकारेण. तत्र बालमनोरमायाम् अस्ति अन्तग्रहणं किमर्थं कृतम्, अस्य आवश्यकता अस्ति वा नास्ति वा इति पठित्वा वदन्तु. किमपि अन्यत् चिन्तनमस्ति चेत् वदन्तु. अस्तु वा, तत्र इदानीं यथा शुभदा भगिन्या उक्तं, नो सि इति भागस्य एव अवयवः भवति, चकारस्य अवयवः न भवति इति तादृशव्याख्यानम् अस्ति वा? नो चेत् सिच् इति वर्णसमुदायस्य आगमः इति तादृशमस्ति वा इति कथमस्ति इति चिन्तयन्तु. अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः. तर्हि गृहपाठद्वयमस्ति. भगिनी भगिनी तदा एव सि न इति भवति चेत् तदा एव नश्यापदान्तस्य झलि इति तस्य प्रयोगः भवति वा तदानीमेव इति सम्पूर्णतया चिन्तयतु भगिनी. सम्पूर्णतया चिन्तयित्वा किम् अस्ति चिन्तनं, प्रमाणं किं, सर्वं प्रतिपादयतु, कोऽपि प्रतिपादयतु, तत्र सम्यक् भवति अस्माकम्. अस्तु, धन्यवादः. धन्यवादः, नमस्कारः. धन्यवादः भगिनी, नमस्कारः. धन्यवादः.